गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् तर्हि प्रत्यक्षपरिच्छेदः प्रत्यक्षखण्डम् इति समापितं गते वर्गे तत्र मरुदिमपि अस्माभिः चिन्तितं कथं वा प्रत्यक्षं जायते तत्र प्रकारः संसर्गः विषयः इति त्रयः विषयाः प्रत्येकं ज्ञानस्य भवत्येव इति अधीतं तदनन्तरं सन्निकर्षाः कतिविधाः इति अपि अधीतं तत्र कारणानि कानि इति अपि अधीतं सर्वं समीचीनतया अस्माभिः अधीतं किन्तु सर्वे अत्र अभ्यासे भवन्तु यत् स्प्रेड्शीट् अस्माभिः निर्मितं तत्र एकं प्रत्यक्षज्ञानं स्वीकृत्य कानि कारणानि भवन्ति कतिविध कीदृशसन्निकर्षः भवति इति तादृशं चिन्तयन्तु अभ्यासः आवश्यकः अस्ति अस्मिन् विषये अस्तु तर्हि अद्य अनुमानपरिच्छेदः इति पठनीयं तस्मात् पूर्वं श्रीराममहोदयेन प्रार्थितं तत्र उद्देश्यविधेयभावः अपि च विशेषणविशेषभावः इति कश्चन सिद्धान्तः अस्ति विशेषणविशेषभावः इति तु वयं जानीमः पृथक् व्यावर्तनम् एव विशेषणस्य कार्यम् अन्येभ्यः सर्वेभ्यः व्यावर्तयति विशेषणं तर्हि बहवः घटाः अस्माकं पुरतः सन्ति चेत् घटम् आनयतु इति यदि कमपि अहं वदामि तर्हि बहवः घटाः सन्ति यः कोऽपि घटं मया आनेतव्यं वा नो चेत् विशिष्टघटं मया आनेतव्यं वा इति चेत् नीलो घटः यथा इदानीं मया पदं प्रयुक्तं विशिष्टघटः किमपि विशिष्टघटः वा इति चेत् आम् नीलरूपेण विशिष्टघटम् आनेतव्यम् इति तर्हि अत्र किं कृतं नीलरूपं किं करोति अन्येभ्यः सर्वेभ्यः घटेभ्यः एतद् घटं व्यावर्तयति एतं घटं व्यावर्तयति इति कृत्वा तदेव विशेषणस्य कार्यम् अपि च व्याकरणदृष्ट्या यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः भवति विशेषणस्यापि इति अस्माभिः अधीतम् अस्तु तदनन्तरं तत्र उद्देश्यविधेयभावः इति कश्चन सिद्धान्तः अपि अस्ति उद्देश्यविधेयभावः इत्युक्ते किम् इति चेत् तत्र उदाहरणं प्रसिद्ध उदाहरणमस्ति एषः मम मित्रम् इति उदाहरणं तर्हि अत्र एतं यः मम पुरतः अस्ति तम् उद्दिश्य तस्मिन् मित्रत्वम् आरोपयामि एषः यः मम पुरतः अस्ति तं मया द्रष्टुं शक्यते अत्र प्रत्यक्षज्ञानेन एषः अस्ति इति ज्ञातुं शक्नोमि अहं किन्तु सः तस्मिन् मित्रत्वम् अपि अस्ति इति केवलं दृष्ट्वा न ज्ञातुं शक्यते तर्हि एषः मम मित्रम् इत्यस्मिन् वाक्ये यद् ज्ञानं प्रत्यक्षेन न जातं मित्रत्वम् अस्ति एषः मम मित्रम् इत्यत्र मित्रत्वं तस्मिन्नत्रि अस्ति इति ज्ञानं प्रत्यक्षेन न जायते केवलं कोऽपि अस्ति इति तावदेव ज्ञातुं शक्नुमः अस्तु तर्हि शब्दरूपेण सः वदति एषः मम मित्रम् इति तर्हि एतम् उद्दिश्य मित्रत्वं तस्मिन् आरोप्यते इति कृत्वा इदानीं तत्र उद्देश्यविधेयभावः अस्ति अनयोः मध्ये तर्हि किमपि शब्दं स्वीकृत्य पदं स्वीकृत्य कस्यापि स्वरूपवर्णनं कुर्मश्चेत् तदेव तर्हि अत्र उद्देश्यविधेयभावः अस्ति वा विशेषणविशेषभावः अस्ति वा इति निर्णेतुं कथं चिन्तनीयम् इति चेत् स्वरूपवर्णनं क्रियते वा नो चेत् व्यावर्तनं क्रियते वा इति अत्र स्वरूपवर्णनम् इत्युक्ते अत्र नीलोघटः इति उदाहरणे तद्वाक्ये अपि घटस्य नीलरूपस्य वर्णनम् एव जातं, तर्हि तत्र उद्देश्यविधेयः भावः नास्ति इति कथं? हा अस्तु, किन्तु वक्तुः इच्छा का इति स्वरूप यदि समीचीनं तत्र आगच्छन् आसीत् अहं भवतु आसन् अहं, तर्हि अत्र नीलोघटः इति पदं मया प्रयुक्तम्. सामान्यतया अधिकाधिकं स्वरूपवर्णनं यदा क्रियते तदा उद्देश्यविषयः पूर्वं भवति, विधेयविषयः अनन्तरं भवति. यथा एषः मम मित्रम्, अत्र एतम् उद्दिश्य, तर्हि एषः तमेव उद्दिश्य किमपि वदामि खलु, तर्हि तत् सामान्यतया पूर्वं भवति. एवं सामान्यतया, किन्तु नियमेन इति नास्ति. सामान्यतया यदि तादृश उद्देशः अस्ति, यदि तादृशविवक्षा अस्ति, अयं घटः नीलः, अयं घटः नीलः इति यदि अहं वदामि, तत्र स्पष्टतया उद्देश्यभावः श्रूयते. नीलघटम् आनयतु इत्यत्र उद्देश्यविधेयभावः न श्रूयते खलु. किमर्थम् इत्युक्ते अत्र इदानीं भिन्नक्रियापदम्, अत्र क्रियापदं नीलोघटम् आनयतु, नीलघटम् आनयतु, नीलोघटम् आनयतु इत्यत्र आनयनं मया करणीयं, तर्हि कस्य आनयनं मया करणीयं? घटस्य आनयनं मया करणीयं, तर्हि कीदृशघटः? तत्र बहवः घटाः सन्ति चेत्, नीलोघटः इति यदि अहं वदामि, तत्र तु विशेषणत्वेनैव स्वीकर्तव्यं. यदि एकः एव घटः अस्ति तत्र, चिन्तयतु एवं, यदि एकः एव घटः अस्ति तर्हि तथापि नीलोघटम् आनयतु यदि अहं वदामि, तत्र इदानीं नील इति पृथक्करणार्थं मया न उक्तं, किन्तु स्वरूपवर्णनमेव मया क्रियते. हा, तर्हि विवक्षानुसारम् इत्युक्ते वाक्यं दृष्ट्वा. किन्तु एकं निश्चयेन वक्तुं शक्नुमः, अत्र एषः मम मित्रम् इत्यत्र निश्चयेन विशेषणविशेषभावः नास्ति इति वक्तुं शक्नुमः. कथं मेहुल् महोदय, भवतः चिन्तनं किम्? तत्रापि बहवः मित्राणि सन्ति चेत्, बहूनि मित्राणि सन्ति चेत् एतद् अथवा बहूनि बहुजनाः सन्ति चेत्, पुरुषाः सन्ति चेत् एषः मम मित्रम् इति पृथक्करणं करोति चेदेव विशेषणविशेषभावः अस्ति. अन्यथा एक एव अस्ति चेत् एषः मम मित्रम् इत्यत्र उद्देश्यविधेयः भवति इति अहं मन्ये. यदि विशेषणविशेषभावः स्वीकुर्मः तर्हि तत्र मित्रम् इति नपुंसकलिङ्गे भवति वा? न भवति, सत्यं. तत्र लिङ्गभिन्नभेदः अस्ति लिङ्ग. तर्हि यत्र यत्र लिङ्गभेदः अस्ति तत्र निश्चयेन उद्देश्यविधेयभावः एव अस्ति, न तु विशेषणविशेषभावः इति निश्चयेन वक्तुं शक्यते. निर्णेतुं शक्नुमः तेन. किन्तु यत्र यत्र लिङ्गभेदः नास्ति तत्र सर्वत्र विशेषणविशेषभावः इति तु नास्ति. तत्र विवक्षानुसारं किञ्चित् अत्र उपायः अस्ति. कः उपायः इति चेत्, यत्र लिङ्गभेदः वर्तते तत्र निश्चयेन विशेषणविशेषभावः नास्ति. किमर्थम् इत्युक्ते अत्र उक्तिः अस्ति खलु, यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः एव विशेषणस्य इति कृत्वा एषः मम मित्रम् इत्यत्र निश्चयेन विशेषविषयभावः न भवति इति वक्तुं शक्नुमः इति एकम्. द्वितीयम् अत्र पश्यतु, एषः मम मित्रम् अत्र क्रियापदम् आरोपणीयं खलु. किं क्रियापदम् आरोपयामः? अस्ति, अस्ति इति. तर्हि अत्र यत् सामान्यतया एतद् मया परिशीलनीयमस्ति, भवद्भिः अपि कर्तुं शक्यते. यत्र अकर्मकधातुः अस्ति तत्र यदि अहम् एतादृशम् इत्युक्ते अत्र अस्ति इति अस्ति अकर्मकधातुः अस्ति भवति वर्तते इति एते धातवः अकर्मकधातवः सन्ति अस्तु एषः मम मित्रम् अस्ति इत्यत्र निश्चयेन किं निश्चयेन उद्देशविधेयभावः एव अस्ति इति वक्तुं शक्नुमः किन्तु यत्र सकर्मकधातुः अस्ति अपि च प्रथमाविभक्त्यां पदद्वयमपि न उक्तं तत्र किञ्चित् चिन्तनीयं तत्र अधिकाधिकं विशेषणविशेषभावः एव भवति अधिकाधिकम् इत्युक्ते नीलोघटं नीलघटम् आनयतु इति अत्र नीलघटम् इति द्वितीयाविभक्त्या मया उक्तं तदेव कर्म तर्हि नीलघटम् आनयतु इति यदि अहं वदामि तर्हि तत्र सामान्यतया अधिकाधिकं विशेषणविशेषभावः एव भवति न तु स्वरूपवर्णनं यदि स्वरूपवर्णनम् इच्छामः तत्र सामान्यतया प्रथमाविभक्त्यां भवति अपि च यद् विधेयमस्ति तद् अनन्तरं भवति अपि च तत्र क्रियापदम् अस्ति इति तादृशं भवति अकर्मकधातुः भवति के अकर्मकः इति प्रायः अपि नास्ति अस्ति भवति वर्तते इति प्रायः एते त्रयः धातवः एव भवन्ति दत्तार्थे हा मम एकः प्रश्नः अस्ति तत्र उत्तमः यज्ञजतः इति उदाहरणं दत्तम् अस्ति करपत्रे तत्र उत्तमः इति आरोपयामः उत्तमत्वं यज्ञजते आरोपयामः तदा किमर्थं वाक्यं वाक्यं वदतु वाक्यं वदतु उत्तमः अस्तु तत्र उत्तमः यज्ञजतः अस्तु पठति इति वक्तव्यं किमपि वक्तव्यं खलु तत्र वदतु किमपि उक्त्वा अनन्तरं पश्येम उत्तमः यज्ञजतः पठति अथवा वदति इति उपयोगं कुर्मः तत्र उत्तमः यज्ञदत्तः इत्यत्र विशेषणं विशेषम् एव भाति खलु इदानीं यज्ञदत्तः उत्तमः अस्ति इत्युक्ते तत्र उत्तमत्वं यज्ञदत्ते आरोपयामः उत्तमः यज्ञदत्तः पठति अथवा वदति इति चेत् तत्र विशेषणं विशेषभावः नास्ति वा नास्ति किमर्थमित्युक्ते अतः एव अत्र विवक्षा का सन्दर्भः कः इति मनसि भवेत् यदि एतद् उदाहरणं महोदयेन करपत्रे दत्तमस्ति यदि भवान् वीत्यां गच्छन् अस्ति इति चिन्तयतु तत्र बहवः वृक्षाः भवता दृश्यते इति अपि चिन्तयतु वृक्षाः दृश्यन्ते इति चिन्तयतु इत्युक्ते अत्र केलिफोर्निया नगरे वट् डु यु काल् यु हाव् दोस् रेड् साण्डर् ट्रीस् विच् वेरि वेरि टाल् ट्रीस् So if you are going in that road, in that highway which is full of redwood trees, you are going to see probably all along the highway only these redwood very tall trees. तर्हि अत्र तद्दृष्ट्वा यदि भवान् एतादृशं वाक्यं रचयति उन्नतः वृक्षाः अस्यां वीत्यां बहवः सन्ति अत्र स्वरूपवर्णनमेव किल कृतं खलु स्वरूपवर्णनं स्वरूपवर्णनं यदि एकं वृक्षं नो चेत् सर्वे सर्वान् वृक्षान् स्वीकृत्य अस्मिन् अस्यां वीत्यां सर्वे वृक्षाः उन्नताः इति यदि वदति तत्र तु साक्षात् उद्देश्यविधेयभावः द्योतते साक्षात् किन्तु उन्नताः वृक्षाः अस्यां वीत्यां बहवः सन्ति इति यदि वदति तत्रापि उद्देश्यविधेयभावः एव इति कृत्वा एव महोदयेन अत्र उक्तम् अत्र विधेयः सर्वदा परं भवेत् इति नियमेन नास्ति वाक्ये एषः वृक्षः उन्नतः इति वदामश्चेदेव उद्देश्यविधेयभावः इति नास्ति उन्नतः वृक्षाः उन्नताः वृक्षाः बहवः सन्ति इति यदि अहं वदामि अत्रापि उद्देश्यविधेयभावः एव स्वरूपवर्णनम् अस्ति वा इति प्रथमं चिन्तनीयम् तदनन्तरं निराकरणमस्ति तद् विशेषणं विशेषभावः इति अतः तत्र निगम अत्र उपायद्वयं मया उक्तं यदि अत्र येन वर्णनं क्रियते तत्पदं भिन्नलिङ्गे अस्ति चेत् यथा एषः मम मित्रम् इति तत्र तु साक्षात् उद्देश्यविधेयभावः एव भवति इति एकं निश्चयं कर्तुं शक्नुमः निश्चयेन अपि च यत्र यत्र अस्ति भवति वर्तते इति तादृशवाक्यानि भवन्ति अस्तु अत्र परिशीलनार्थं भवानेव वदतु विशेषणविशेष्यभावं स्वीकृत्य विवक्षायां विशेषणविशेष्यभावविवक्षायाम् अस्ति इति क्रियापदं योजयित्वा एकं वाक्यं वदतु नीलोघटः अस्ति इति तत्र नीलः घटः इति अस्तु पृथक्करणं कथं हा खलु यत्र अस्ति भवति वर्तते इति वदति तत्र पृथक्करणमिति विवक्षा एव न भवति सामान्यतया तत्र स्वरूपवर्णनमेव भवति तर्हि एषः द्वितीयः उपायः यथा सत्यं ज्ञानमनन्तं ब्रह्म अस्ति अत्र सत्यं ज्ञानम् अनन्तरम् अनन्तम् इति विशेषणम् अत्र सत्यं ज्ञानम् अनन्तं ब्रह्म इति सर्वाणि पदानि नपुंसकलिङ्गे अस्ति तर्हि अत्र विशेषणविशेषभावं वा इति चेत् न स्वरूपकथनमेव उद्देश्यविधिभावः एव किन्तु ब्रह्म इति अनन्तरम् उक्तं परपदत्वेन प्रयुक्तमस्ति तत्र क्लेशः नास्ति तर्हि ब्रह्मत्वं ब्रह्म स्वीकृत्य तस्मिन् सत्यत्वं ज्ञानत्वम् अनन्तत्वम् आरोप्यते तत्र पूर्वपदमपि भवितुमर्हति तद् तद् तद् इत्युक्ते तद् पूर्वमस्ति वा पृथक् परमस्ति वा इति तद् स्वीकृत्य उद्देश्यविधेयभावः विशेषविशेषभावः इति न वक्तुं शक्यते अवगतम् अपि च अत्र एकार्थबोधकत्वम् अपि भवेत् एकार्थबोधकत्वम् उभयोः अत्र विशेषणविशेषभावः वा उद्देश्यविधेयभावः वा यत्किमपि भावं स्वीकुर्मः तत्र एकार्थबोधकत्वम् इत्युक्ते एकेन पदेन यदुक्तम् अन्येन पदेन तदेव वक्तव्यं भवति एकार्थबोधकत्वम् इति समानाधिकरण्यं तु वयम् अस्माभिः उक्तं तत्र समानविभक्तौ भवेत् उभयमपि इत्युक्ते अत्र नीलम् इति रूपं स्वीकुर्मः रूपस्य वर्णनं नीलम् इति पदं रूपस्य वर्णनं करोति न तु घटस्य वर्णनं नीलम् इति रूपम् अपि च घटः इति अस्ति तर्हि नीलं घटः इति वाक्यमस्ति चेत् तत्र नीलम् इत्यनेन घटस्य बोधः अस्ति वा केवलं रूपस्य बोधः अस्ति वा तत्र रूपस्य बोधः एव अस्ति तत्र तर्हि एकार्थबोधकत्वं द्वयोः पदयोः मध्ये एकार्थबोधकत्वं नास्ति खलु नास्ति नीलं च इति कृत्वा इति हा नीलं घट च इत्युक्ते यद्यपि नीलम् इति प्रथमाविभक्त्यामस्ति घटः इत्यपि प्रथमाविभक्त्यामस्ति तत्र कर्मधारयसमासः विशेषणं विशेषेण बहुलम् इत्यनेन न कर्तुं शक्यते किमर्थम् इत्युक्ते अत्र एकार्थबोधकत्वं नास्ति नीलः घटः इति यदि वयं वदेम तत्र नीलः इति पुल्लिङ्गे यदुक्तं तर्हि इदानीं नीलः इति घटः इति नीलः इति पदेन कः उक्तः कः अर्थः उक्तः कः किं वस्तु उक्तम् इति चेत् घटः एव उक्तः तदा नीलघटः इति कर्मधारयसमासः कर्तुं शक्यते विशेषणविशेषेण बहुलम् इत्यनेन. अस्तु, एवमेव अत्र नीला इति अपि नीला नो चेत् नीलिमा इति नीलिमा किं चन्द्रमा इति वा चन्द्रमत् इति स्त्रीलिङ्गपदं वा न जाने. पुल्लिङ्ग एव चिन्तयामि. चन्द्रमस्ति न सकारान्तः अस्ति चेत् पुल्लिङ्गे भवेत् इति नास्ति खलु. पुल्लिङ्गः एव अस्ति. हा भवतु. अस्तु, किन्तु अत्र नीला नदी इति चिन्तयतु. नीला नदी तत्र इदानीं नीला इति स्त्रीलिङ्गे मया प्रयुक्तं. नदी इति शब्दः तु स्त्रीलिङ्गे एव अस्ति इति निश्चयेन वयं जानीमः. तर्हि अत्र नीला नदी, नीलं फलं तत्र भिद्यते, किन्तु नीलं घटः इति यदि अहं वदामि तत्र तु कर्मधारयः न कर्तुं शक्यते. एषः घटः नीलम् इति यदि अहं वदामि तत्र नीलम् इति पदेन रूपमेव उक्तवान्, तर्हि घटम् उद्दिश्य नीलत्वं तस्मिन् आरोपयामि. तर्हि घटः एषः घटः नीलम् इत्यत्र विशेषविषये उद्देश्यविधेयभावः एव अस्ति. अस्तु, तर्हि एतद् आधारीकृत्य एषः घटः नीलः इति नीलम् इति कथं प्रयोगः भवति? नीलत्वम् उद्देश्यविधेयभावः खलु, यथा एषः मम मित्रम् इति. तत्रापि नीलः एव वक्तव्यं. किमर्थं नीलः एव वक्तव्यम्? तत्र एकार्थबोधकत्वम् अपि भवेत् खलु. कुत्र उद्देश्यविधेयभावे वा? एव नास्ति वा? एषः मम मित्रम् इति चेत् तत्र मित्रम् अपि च एषः इति एकः एव पदार्थः खलु. अत्र एषः घटः नीलम् इति वदामश्चेत् तत्र नीलम् इति समानविभक्तौ अस्ति चेत् एकार्थबोधकत्वं भवेत् खलु. उद्देश्यविधेयभावे एकार्थबोधकत्वं भवेद्वा इत्युक्ते यत्किमपि स्वीकृत्य यं कमपि तस्मिन् आरोपितुं शक्यते खलु. अस्तु, एषः एतद् सालग्रामः इति स्वीकुर्मः. एषः सालग्रामः विष्णुः. अत्र एकार्थबोधकत्वमस्ति वा? एषः सालग्रामः विष्णुः इति आरोपयामः. विष्णुः इति विष्णुत्वं तत्र आरोपयामः सालग्रामे. सत्यं, सालग्रामे विष्णुत्वम् आरोप्य एव उपासनं कुर्मः खलु. सत्यं, तत्र एकार्थबोधकत्वं नावश्यकम्. अत्र एकार्थबोधकत्वं कदा भवेत् इति चेत् यदा समासः करणीय समासं कर्तुम् इच्छामः तत्र एकार्थबोधकत्वं भवेत्. अस्तु, तदा विशेषणविशेषभावे एव तत्र एकार्थबोधकत्वम् आवश्यकम् अस्ति. हा, इत्युक्ते विशेषणं विशेष्येण बहुलम् इत्यत्र विशेषणं विशेष्येन सह बहुलं समस्यते इति अर्थः खलु. तत्र एकार्थबोधकत्वं भवेत् नो चेत् समासः न कर्तुं शक्यते. अस्तु, अत्र भिन्न उदाहरणमपि अहं वदामि. इदानीं मन्दिरे अत्र शिला खण्डात् उत्पन्नम् एकं गजमस्ति इति चिन्तयतु. एषः शिलाखण्डः गजः इति यदि अहं मम पौत्रं प्रति वदामि तत्र शिलाखण्डं स्वीकृत्य तस्मिन् गजत्वम् आरोपयामि खलु. गजत्वम् आरोपयामि. हा, अस्तु, तर्हि मुख्यसिद्धान्तः अस्माभिः चिन्तितः अस्ति। तर्हि यत्र यत्र अभ्यासार्थं किं कुर्वन्तु, एकवारं करपत्रं पठन्तु, तत्र बहु किमपि महोदयेन उक्तं, तत् सारांशत्वेन अत्र मुख्यविषयः कः इति एव मया उक्तम्। हा, अत्र इतोपि महोदयेन लिखितम्, उद्देश्यः पूर्वमेव परिचितः इति चेत् तत् सम्बद्ध अतिरिक्तं ज्ञानम् इति दीयते चेत् उद्देश्यविधेयभावः इत्येव अस्ति। इत्युक्ते यथा एषः मम मित्रम् इत्यत्र एतं मया ज्ञातम्, एषः मया ज्ञातः अस्ति, किन्तु सः एव मित्रम् इति मया न ज्ञातम्, तर्हि पूर्वज्ञानं भवेत्। उद्देश्यस्य ज्ञानमस्ति चेत् एतदपि मुख्यवार्ता अस्ति, उद्देश्यः उद्देश्यविधेयभावः वा विशेषविशेषभावः वा इति परिशीलनार्थम् एषापि निकषा स्वीकर्तुं शक्यते। का इति चेत्, यत्र उद्देश्यविधेयभावः स्वीकुर्मः तत्र उद्देश्यः ज्ञातः एव भवेत्, पूर्वमेव तस्मिन् विषये ज्ञानं भवेत्, किन्तु सम्प्रति ज्ञानं नास्ति, तत्र सम्पूर्णज्ञानं नास्ति, एषः इति प्रत्यक्षेन मया गृह्यते, मम पुरतः अस्ति इति, तर्हि तस्य ज्ञानं प्राप्तं चक्षुषा, तदनन्तरं किन्तु चक्षुषा सः मित्रः इति ज्ञानं न प्राप्तम् इति कृत्वा तत्र विधेयं कर्तुं शक्यते। किन्तु यत्र विशेषणविशेषभावः अस्ति, अस्तु नीलघटम् आनयतु इत्यत्र, भवान् तु घटम् इति किम् इति भवता ज्ञातं, सामान्यज्ञानमस्ति सर्वेषां, यत्र यत्र घटत्वमस्ति ते सर्वे घटाः इति ज्ञानम् अस्ति, किन्तु अत्र व्यक्तिगतनीलघटः इत्यनेन यः व्यक्तिः, या व्यक्तिः उक्ता अस्ति, तस्यां व्यक्त्यां ज्ञानं नास्ति, किन्तु विशेष्यस्य ज्ञानं प्राप्त्यर्थम् एव विशेषणम् अत्र प्रयुक्तमस्ति। तर्हि विशेषणं तदपि अस्माभिः पठितं खलु, सन्निकर्षः तत्र किं कारणानि इति पठितं खलु, विशिष्टज्ञानं विशिष्टज्ञानजनकनिरूपणम् इत्यत्र विशेषणस्य ज्ञानमस्ति चेदेव विशेष्यस्य ज्ञानं प्राप्तुं शक्नुमः इति। तर्हि अत्र विपरीतं जातम्, उद्देश्यविधेयभावे उद्देश्यस्य ज्ञानम् अस्ति चेदेव अत्र विधेयम् अवगन्तुं शक्नुमः, यद्विहितं तस्य अवगमनं भवति, किन्तु विशेषणविशेषभावे विपरीतरीत्या अस्ति, विशेष्यस्य ज्ञानं नास्ति, विशेषणस्य ज्ञानम् आवश्यकमस्ति, विशेषणं ज्ञात्वा विशेष्यस्य परिचयं प्राप्नुमः इति अपि अस्ति। अस्तु, प्रायः सर्वं मया उक्तमस्ति, अहं किं करोमि, सर्वे अस्तु, श्रीरामहोदय भवान् एव करोति वा एतत्, अत्र एकवारं करपत्रं पठित्वा सर्वं न लेखनीयं, केवलम् अत्र बुलेट् पायिण्ट्स् इव यथा मया उक्तं, सत्यं, विशेषणविशेषभावः वा उद्देश्यविधेयभावः अस्ति वा इति निर्णेतुं, यथा अत्र कारणम् एकं कस्यचित् कार्यस्य कारणम् इति निर्णेतुं निकषात्रयम् इति पुस्तके उक्तं खलु, तथा उद्देश्यविधेयभावः उद्देश्यविधेयभावः अस्ति इति अवगन्तुं निकषाः काः, विशेष्यविषयभावः अस्ति चेत् निकषाः काः इति केवलं बुलेट् पायिण्ट्स् इव, तत् सिद्धतां कृत्वा कृपया वाट्साप् ग्रूप् मध्ये प्रेषयतु तदनन्तरं चिन्तयतु तस्मिन् विषये। अस्तु, इतोपि प्रश्नाः सन्ति वा, नो चेत् अग्रे सरामि। तत्र प्रत्यक्षज्ञानस्थले एकः संशयः अस्ति। हा हा, वदतु। अत्र निर्विकल्पकज्ञानं सविकल्पकज्ञानम् इति वयं पठितवन्तः खलु महोदय. तत्र मम एकः सन्देहः अस्ति, यद्यपि तत्र उक्तं निर्विकल्पकज्ञानम् इत्युक्ते यत्किञ्चित् अस्ति इति ज्ञानं निर्विकल्पकम् इति. इदानीम् उदाहरणं स्वीकुर्मः, यदा भवान् पौतं प्रति वदति एषः कन्दुकः इति वदति, कन्दुकस्य ज्ञानं प्राप्नोति. किञ्चित् कालान्तरं सः कन्दुकं पश्यति तु तस्य नामं न स्मरति. कन्दुकस्य ज्ञानं तस्मिन् अस्ति तु केवलं नामस्मरणं नास्ति. एकनिमिषम्, अत्र तत्रैव प्रश्नः अस्ति, कन्दुकस्य ज्ञानं तस्मिन् अस्ति वा? तद् तदा निर्विकल्पज्ञानम् इति वदेम वा? ज्ञानं, प्रश्नस्य उत्तरं वदतु. भवान् उक्तवान् कन्दुकस्य ज्ञानं मम पौत्रे अस्ति इति, अस्ति वा? ज्ञानं कति क्षणं तिष्ठति? क्षणम् एव खलु, यावत् सन्निकर्षः अस्ति तावत् भवति ज्ञानं. हा, तर्हि यदा सन्निकर्षः अपगतः तदा तस्मिन् तस्मात् अग्रिमक्षणे ज्ञानं नष्टं. नष्टं सत्यम्. अत्र किन्तु नाशनात् पूर्वं, ज्ञानस्य नाशनात् पूर्वं संस्कारः, भावनाख्यसंस्कारम् आत्मनि उत्पाद्य तदनन्तरं ज्ञानं नश्यति. तर्हि श्वः इदानीं कन्दुकं पश्यति चेत् तत्र संस्कारः इदानीमपि उद्भूतमस्ति चेत् एषः कन्दुकः इति तेन वक्तुं शक्यते. तर्हि नाशः इदानीमपि अस्ति इति न वक्तव्यम्, संस्कारः अस्ति इति वक्तुं शक्यते. किन्तु संस्कारः इदानीं नष्टः जातः खलु? सत्यं, संस्कारः तु कन्दुकस्य संस्कारः नास्ति इति वदामः वा, अथवा केवलं नामस्मरणं नास्ति इति वदामः? हा, तर्हि अत्र कति ज्ञानानि इति चिन्तनीयं. यदि कन्दुकं दर्शयन् अहं मम पौत्रं प्रति वदामि एतस्य नाम कन्दुकः इति, एतस्य नाम कन्दुकः इति अहं वदामि, तर्हि अत्र ज्ञानस्य विषयः कः? कन्दुकः इति ज्ञानस्य विषयः इति नाम. अत्र कन्दुकः इति वस्तु यदस्ति तद् विषयं नास्ति, ज्ञानस्य विषयं नास्ति. एषः कन्दुकः, एषः एषः नाम कन्दुकः, नाम कन्दुकः इति एव आकारः खलु, एतस्य नाम कन्दुकः. हा, अस्तु. इत्युक्ते तत्र महोदय, तत्र शब्दबोधः न जायते, केवलं कन्दुकः इति एव सः शृणोति, परन्तु तेन शब्दबोधः न जायते इति. न, शाब्दबोधः जातुम् अर्हति, किन्तु कं प्रति श्रीराम महोदयः पृच्छति तत्र इत्युक्ते अग्रिमदिने मम पौत्रः इदानीमपि कन्दुकं पश्यति, किन्तु तस्य नाम का, कः, किम् इति तेन विस्मृतम्. मम प्रपित्रा किमपि उक्तं मयि अस्य नाम किम् इति, किन्तु तद् विस्मृतं. तर्हि संस्कारः, कस्य संस्कारः नष्टः इति चेत् एतस्य नाम कन्दुकः इति तादृशज्ञानस्य ज्ञानं यदा उत्पादितम् आसीत् तदनन्तरं तस्य संस्कारः अपि तस्मिन् जातः. अद्य तु संस्कारः नष्टः जातः इति कृत्वा स्मरणेन आगच्छति तावदेव. तदा अहं चिन्तयामि प्रत्येकं ज्ञाने संस्कारः अपि आवश्यकम् अस्ति खलु महोदय. इदानीं घटं ज्ञातो अहम् अयं घटः इति मया व्यवहारं व्यवहारः क्रियते चेत् तदा तत्र संस्कारं विना न तु केवलं घटत्वज्ञानं तु अनेका संस्कारः तत्र प्रवर्तते किञ्चित् प्रवर्तन्ते. प्रत्येकं ज्ञानम् अत्र तदेव षड्विध अत्र षड्विधसन्निकर्षाः इति अस्माभिः अधीतः खलु. तत्र एकं ज्ञानम् अत्र समूह आलम्बनम् इति उदाहरणं स्वीकृतं खलु. तत्र बहवः विशेष्याः भवन्ति, बहवः विशेषणाः विशेषणानि अपि भवन्ति इति. तर्हि तादृशसमूह आलम्बनज्ञाने तत्र संस्काराः अपि जायन्ते. तर्हि एकेन ज्ञानेन एकः एव संस्कारः जायते वा इत्युक्ते अत्र चिन्तनार्थं समूह आलम्बनस्य एकम् उदाहरणम् अहं स्वीकरोमि. इत्युक्ते वायुः स्पर्शवान्, घटश्च रूपवान् इति उदाहरणं. तर्हि अत्र एकमेव ज्ञानं, वायुः स्पर्शवान्, घटश्च रूपवान् इति एकमेव ज्ञानं. तर्हि श्वः यदि वायुः स्पर्शवान् इति भवतः स्मरणे अस्ति किन्तु घटस्य घटस्य रूपवान् इति स्मरणं न आगच्छति चेत् तर्हि अत्र किं वक्तव्यम्? एकेन ज्ञानेन एकमेव संस्कारम् इति न, बहवः संस्काराः जायन्ते इति अङ्गीकर्तव्यम्. तेषु संस्कारेषु एकस्य संस्कारस्य नष्टा जाता इति कृत्वा स्मरणं न उत्पद्यते. वायुः स्पर्शवान्, घटस्य रूपवान् इति एकमेव ज्ञानं, समूह आलम्बनज्ञानं. तेन ज्ञानेन संस्कारद्वयं मयि जायते. वायुः स्पर्शवान् इति एकः संस्कारः, एकस्य संस्कारस्य आकारः अस्ति वायुः स्पर्शवान्. द्वितीयस्य संस्कारस्य आकारः अस्ति घटस्य रूपवान् इति. तर्हि तत्र घटस्य घटः रूपवान् इति संस्कारः नष्टः जातः इति कृत्वा तत् स्मरणेन आगच्छति. किन्तु वायुः स्पर्शवान् इति स्मरणे तत्र संस्कारः इदानीमपि दृढी अस्ति इति कृत्वा तन्मान मनसि आगच्छति, स्मरणम् आगच्छति इति वक्तुं शक्नुमः. संस्कारः अस्माभिः कल्पितः एव खलु. स्मरणं कथं जायते इति निरूपणार्थं संस्कारः इति कश्चन गुणः जायते. नो चेत् यावत् स्मरणं भवति तावत् ज्ञानं तिष्ठति इति वक्तव्यं. तत्र क्लेशः अस्ति. यदि ज्ञानस्य क्षणिकत्वं न स्वीकुर्मः तत्र क्लेशः अस्ति. यस्मिन् इदानीं मया घटं अहं घटं पश्यामि, तदनन्तरं पटं पश्यामि इति चिन्तयतु. यस्मिन् समये घटं पटं पश्यन् अस्मि तस्मिन् समये घटज्ञानमपि मयि अस्ति चेत् घटं पटं च पश्यामि इति एव ज्ञानं भवति, न तु पटं पश्यामि इति. खलु? तर्हि घटज्ञानस्य क्षणिकत्वम् अङ्गीकर्तव्यं भवति. अस्तु, इतोपि प्रश्नः अस्ति वा? उत्तमं. तर्हि अत्र अनुमाननिरूपणम् इति तत्र आरभामहे. अस्तु, सत्यभामा भगिनी आरब्धुमिच्छति वा? अनुमाननिरूपणम् अनुमितीकरणम् अनुमानम् परामर्शजन्यं ज्ञानम् अनुमितिः. अथ अनुमानम् एकनिमिषं भगिनि, अत्र यथा सामान्यतया कुर्मः अत्र अनुमितिकरणम् अनुमानं परामर्शजन्यं ज्ञानम् अनुमितिः इति वाक्यद्वयं तर्कसङ्ग्रहात् स्वीकृतं, मूलग्रन्थे अस्ति. तत्र किम् अवगच्छति इति एकवारं वदति वा? अनुमिति इति ज्ञानं, तस्याः कारणम् अस्ति अनुमानम् इति. लक्षणं परामर्शजन्यज्ञानम् अनुमिति इति. हा, किञ्चित् इतोपि चिन्तयतु. परामर्शजन्यज्ञानम् इत्यस्मिन् विषये वदामः. उदाहरणं स्वीकृत्य वदामः वा? न न न, उदाहरणं नावश्यकम् अत्र, केवलम् अस्तु अनुमिति करणम् अनुमानम् इति उक्तम्। तर्हि अनुमिति इति इत्यस्य को अर्थः? ज्ञानम्, अनुमितिः अनुमितिः इति एकविधम्। अत्र ज्ञानं चतुर्विध अनुभवः चतुर्विधः इति अस्माभिः अधीतं खलु, एके इति वदति वा? प्रत्यक्षम्, अनुमिति, उपमिति, शाब्दबोधः। हा उत्तमं, शाब्दम् इति। तर्हि इदानीमपि ज्ञानम् इति गुणस्य विषये चिन्तनं जायमानमस्ति। तत्र ज्ञानं द्विविधं, बुद्धिः, बुद्धिः इति आत्मगुणः अस्ति, नव आत्मगुणेषु अन्यतमः अस्ति बुद्धिः। तत्र बुद्धिः द्विविधं भवति, स्मृतिः अनुभवश्च। स्मृतिः संस्कारेण जायते, तदनन्तरम् अनुभवः चतुर्विधं, प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दः इति। तत्र प्रत्यक्षम् इत्युक्ते किम् इति सर्वम् अस्माभिः अधीतम्। तर्हि अनुमितिकरणम् अनुमानम् इति अनुमितिस्थले यथा भवति, तथा प्रत्यक्षस्थले किम् आसीत्? अनुमितिकरणम् अनुमानम् इति वाक्यमस्ति खलु, तादृशवाक्यं प्रत्यक्षस्थले वदतु। इन्द्रियसन्निहर्षज्ञानं प्रत्यक्षमिति अत्र अनुमितिकरणम् अनुमानम् इत्यत्र अनुमिति इति ज्ञानस्य नाम अस्ति, अनुभवस्य एकविध अनुभवः अस्ति। सः अनुभवः कथं, केन करणेन जायते इति चेत् अनुमानम् इति करणेन जायते। एवम् इन्द्रियसन्निकर्षज्ञानं प्रत्यक्ष न, अत्र इन्द्रियसन्निकर्षं ज्ञानं प्रत्यक्षम् इति द्वितीयवाक्यमस्ति खलु, परामर्शजन्यं ज्ञानम् अनुमितिः इति, तस्य समानवाक्यं भवत्या उक्तम्। इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति परामर्शजन्यं ज्ञानम् अनुमितिः इत्यस्य समानवाक्यमस्ति, किन्तु अनुमितिकरणम् अनुमानम् इति वाक्यस्य समानवाक्यं प्रत्यक्षस्थले किं भवति? प्रत्यक्षज्ञानकरणं प्रत्यक्षम्, प्रत्यक्षज्ञान इत्यपि न वक्तव्यम्। उत्तमं, प्रत्यक्षकरणं प्रत्यक्षम्। ओके, प्रत्यक्षकरणं प्रत्यक्षस्थले ज्ञानस्य ज्ञानस्यापि नाम अस्ति प्रत्यक्षं, करणस्यापि नाम अस्ति प्रत्यक्षम्, उभयमपि प्रत्यक्षं। तत्र प्रत्यक्षकरणेन किं ज्ञानं जायते इति चेत् प्रत्यक्षज्ञानं जायते, किन्तु अत्र अनुमानम् इति करणेन अनुमितिः इति ज्ञानं जायते। तर्हि अत्र अनुमानम् इत्युक्ते करणम् इत्युक्तं कीदृशकरणम् इति अवगन्तव्यं भवतु। अस्तु, तदनन्तरं परामर्शजन्यं ज्ञानम् अनुमितिः, तस्मिन् विषये किञ्चित् चिन्तयतु। परामर्शजन्यं ज्ञानम् अनुमितिः, अत्र पूर्वं प्रत्यक्षज्ञानस्थले अत्र इन्द्रियसन्निकर्षः इति अस्ति, इदानीं परामर्शजन्यज्ञानम् इति अस्ति। परामर्शजन्यम् इत्युक्ते यदा पूर्वम् एकज्ञानमस्ति, तेन ज्ञानेन पुनः द्वितीयज्ञानम् उत्पद्यते, तदेव परामर्शजन्यम् इति चिन्तयामि। अत्र पक्षधर्मदा अपि च व्याप्तिज्ञानं अधिकं वा वदतु, पक्षधर्मदा इति एतावत् न पठितं खलु। तर्हि भवत्याः आशयः अस्ति परामर्शः इति कश्चन ज्ञानमस्ति, ज्ञानमस्ति, किञ्चन ज्ञानमस्ति। तर्हि परामर्श इति नामकज्ञानेन यज्जन्यं भवति, अपि च स्वयं ज्ञानमस्ति, तदेव अनुमितिः खलु। तर्हि प्रथमवाक्ये अनुमानं करणम् इति यदुक्तं, द्वितीयवाक्ये परामर्शम् इति यदुक्तम्, अनयोः मध्ये किमपि सम्बन्धः अस्ति वा? अस्ति महोदय। किं वदतु? प्रथमवाक्ये अनुमानम् इति करणेन यद् यत् ज्ञानम् उक्तं तदेव ज्ञानं तेन यद् ज्ञानं प्राप्यते ते तस्याः परामर्शः इति नाम अस्ति. इतोपि लघ्वीकृत्य वदति वा भवत्याः आशयः कः इति न बुद्धम्? पूर्वम् अनुमानम् इति करणम् इति उक्तमस्ति. करणम् इत्युक्ते अस्तु, साक्षात् अहं पृच्छामि भगिनि, अनुमानम् अनुमानेन अनुमानम् इति करणेन जायते अनुमितिः इति ज्ञानम्. आम्. परामर्शम् इति ज्ञानेन जायते अनुमितिः इति ज्ञानम्. तर्हि अनुमानम् अपि च परामर्शः अनयोः मध्ये किम्? अनुमानं द्वयं समानमेव इति इदानीम् आगतवती. उभयमपि समानमेव, परामर्शज्ञानम् एव अनुमानम्. तर्हि अनुमानम् इत्युक्ते किम्? ज्ञानमेव. अनुमानम् इत्युक्ते स्वयं ज्ञानमेव. किन्तु अत्र ज्ञानं करणत्वेन स्वीकृत्य अनुमितिः इति उक्तम्. बुद्धं वा? हा, इति तादृशं किञ्चित् स्वयमेव चिन्तनं कृत्वा अग्रे गच्छामश्चेत् समीचीनबोधः जायते. तर्हि अनुमानम् इति करणम्, अत्र प्रथमवाक्ये अनुमितिकरणम् अनुमानम् इति उक्तं. तर्हि अत्र अनुमानम् इत्युक्ते किम् इति वयं न जानीमः, किन्तु द्वितीयवाक्यं दृष्ट्वा परामर्शजन्यं ज्ञानम् अनुमितिः, अत्रापि परामर्शः इत्युक्ते ज्ञानमिति न उक्तम्. किन्तु भवती समीचीनतया उक्तवती परामर्शः इत्युक्ते एकविधज्ञानम् अस्ति, त एव ज्ञानम् अनुमानम् इति कथ्यते यदि करणत्वेन वदेम तावदेव. अस्तु, इदानीं पठतु अग्रे. अथ अनुमानं भगिनि, अत्र अद्य शब्दः आगच्छति भवत्याः पार्श्वे. किमपि हा हा किञ्चित् स्थगनं करोति वा? वदतु. अथ अनुमानं निरूप्यते संस्कारनिरूपणे पृष्ठसङ्ख्या 125 एवं न्यायमानस्य कारणत्वव्यवस्थापनप्रकरणे पृष्ठसङ्ख्या 146 विशेष्यः अयं संक्षेपतः निरूपितः विषयः अयं संक्षेपतः निरूपितः येन काचन पूर्वालोचना सम्भवति. सम्प्रति विस्तरेण सर्वे अपि अर्थः निरूप्यते. चैत्रः अनुगच्छति अनुभुङ्क्ते इत्यादि प्रयोगस्थले इदम् अवगच्छामः. आदौ कश्चित् गमनं भवति ततः चैत्रः गच्छति. आदौ कश्चित् पुङ्क्ते ततः चैत्रः पुङ्क्ते. एवञ्च तुल्यक्रियाद्वयं यत्र भवति तत्र अनु इति उपसर्गस्य प्रयोगः भवति इति आगतम्. अत्र अस्मिन् परिच्छेदे संस्कारनिरूपणे एवं जायमान किम् उक्तमस्ति इति चेत् अनु इति उपसर्गस्य तत्तु द्वितीयवार्ता अस्ति. प्रथमम् अत्र संस्कारनिरूपणे एवं ज्ञायमानस्य कारणत्वव्यवस्थापनप्रकरणे विषयः अहं संक्षेपतः निरूपितः, तत्र किमुक्तम्? पूर्वं संस्कारनिरूपणावसरे जायमानस्य सदः कारणतः इत्यस्मिन् विषये चिन्तितवन्तः. अत्र ज्ञायमानस्य, तदेव मुख्यवार्ता अत्र, ज्ञानमायस्य अपि च विद्यमानस्य इति न्यायमानस्य इति को अर्थः? यस्य ज्ञानं मनसि अस्ति, ज्ञानं विना न भवति इति कारणत्वज्ञानं विना. उदाहरणं स्वीकृत्य प्रतिपादयतु. पर्वतः वह्निमान् इति वाक्यमस्ति अत्र. जायमानस्य इत्यनेन वह्निज्ञानं विना इति, वह्निधूमयोः सम्बन्धज्ञानं विना विद्यमानस्य ज्ञानं न भवति इति. विद्यमानस्य वा? ज्ञायमानस्य ज्ञानं विना विद्यमानस्य वह्नेः ज्ञानं न विद्यमानस्य वह्निः अस्ति. सत्यं सत्यं न भवति इति एव. तर्हि ज्ञानद्वयं इत्युक्ते यदि वह्नि धूमयोः मध्ये कार्यकारणभावः अपि च व्याप्यव्यापकभावः ज्ञानं विना, पर्वते वह्निः अस्ति इति ज्ञानं न प्राप्यते खलु. यद्यपि वह्निः पर्वते विद्यमानमस्ति इत्युक्ते तत्र अस्ति वह्निः, तथापि चक्षुषा न गृह्यते, केवलं धूमः एव गृह्यते. तर्हि धूमं दृष्ट्वा पर्वते वह्निः अस्ति इति अनुमानं ज्ञायमानस्य कारणत्वं स्वीकृति इत्युक्ते यावत्पर्यन्तं हेतु वह्नि धूमयोः मध्ये सम्बन्धज्ञानं यदस्ति, व्याप्यव्यापकभावसम्बन्धं कार्यकारणभावसम्बन्धज्ञानं यावत्पर्यन्तं नास्ति तावत्पर्यन्तम् एतद् ज्ञानं न जायते. पर्वतः वह्निमान् इति ज्ञानं न जायते. तदेव अत्र तर्हि पूर्वमेव किञ्चिदिव अस्मिन् विषये चिन्तितम् इति वदति ग्रन्थकारः केवलं पुरस्मारणार्थम्. अस्तु, तदनन्तरम् इदानीम् अनु इत्यस्मिन् विषये वदति, तत् प्रतिपादयतु. अत्र कथं निरूप्यते इति चेत् चैत्रः गच्छति. किमर्थमत्र अनु इत्यस्य विषये चिन्तनम्? अत्र दत्तमस्ति तुल्यक्रियाद्वयं यत्र भवति तत्र अनु इति उपसर्गस्य प्रयोगः. तदा अत्र पूर्वम् एकं ज्ञानम् अनन्तरं द्वितीयज्ञानं भवति, अधः एव अनु इति अत्रापि स्वीकृतम् इति. अत्र इत्युक्ते कुत्र? किमर्थम् अनु इत्यस्य विषये चिन्तनम्? वाक्ये अनुमानम् इति अस्ति खलु, तत्र अनु इत्यस्य कथम् आगच्छति इति. हा उत्तमं, तर्हि तत्र अनुमानम् इति अस्ति खलु, अनुमाननिरूपणं तत्रैव स्मः. तत्र अनु इति पद उपसर्गः दृश्यते, तस्य अर्थः कः? कथं कुत्र अनु इति उपसर्गस्य प्रयोगं कुर्मः इत्युक्ते यदि एका क्रिया पूर्वं जायमानमस्ति, पूर्वं जायते, तद् अनुसृत्य यदि अन्या क्रिया जायते तदा एव अनु इति पदं प्रयोगं कुर्मः इति व्यवहारे दृष्टं खलु, तस्य केवलं पुनस्मारणं करोति. अस्तु, धन्यवादः भगिनि. अग्रे वर्षा भगिनी पठति वा? तस्याः च इति महोदय प्रकृते अस्ति. सोरि महोदय, ओके. प्रकृते अस्ति अनुमान इति शब्दः, तत्र अस्ति भागत्रयम् अनुयोगः मायोगः अन् अनिति ल्युडन्तप्रत्ययः. अत्र मा इत्यस्य धातोः ज्ञानमर्थः इति प्रमालक्षणस्थले उक्तमेव, तथा च अनुगच्छति इत्यादौ पश्चात् जायमानं गमनम् इति यथा बोधः, तथा एव अनुयोगः मा इत्यनेन पश्चात् जायमानं ज्ञानम् इति लभ्यते. तत्पूर्वं च ज्ञानरूपा क्रिया एव भवेत् इति अपि गमनदृष्टान्तेन सिद्ध्यते. तेन ज्ञानोत्तरं जायमानं ज्ञानम् इति अर्थः अनुमा इति पदेन लभ्यते. अत्र अनु इति उपसर्गयोजनेन मा इत्यस्य धातोः अर्थं भवति ज्ञानम् इति अनु इति उपसर्गयोजनेन शब्दस्य अनुमा इत्यस्य पदस्य अर्थं भवति एकं गमनं पश्चात् द्वितीयगमनम् इति. अत्र एक प्रथमं जायमानज्ञानं पश्चात् द्वितीयजायमानं ज्ञानम् इति अर्थं लभ्यते. हा तर्हि अनुमा इत्यस्य को अर्थः? एक ज्ञान उत्तरजायमानज्ञानम्. हा ज्ञानोत्तरजायमानं ज्ञानं, ज्ञानोत्तरं जायमानं ज्ञानम् इति अर्थः अनुमा. समीचीनम्, अग्रे. तस्याः च अनुमायाः कारणबोधनाय करणार्थकः अन प्रत्ययः व्याकरणेन विहितः, अतः अन इत्यस्य करणम् इति अर्थः. ल्युट् अस्ति किल महोदय, ल्युट् करणार्थे योजनेन अन इति लभ्यते, अतः तस्य अर्थं भवति ल्युट् च इति एव किल. करणार्थे इत्युक्ते कृतिः करणम् इति सूत्रेण करणार्थे विद्यते कृतिः करणम्. न न कृतिः करणम् इति वृत्तिवाक्यमस्ति. एकनिमिषम् एक करण अधिकरणयोश्च इति सूत्रं करण अधिकरणयोश्च 33117 सूत्रसङ्ख्या. ह्यस्तनवर्गे मया चिन्तितम् इति कृत्वा मनसि अस्ति. भवतु, तर्हि करण अधिकरणयोश्च इति सूत्रेण अत्र ल्युट् प्रत्ययस्य स्वभावः एवमस्ति. ल्युट् च इति सूत्रेण भावार्थे सामान्यतया ल्युट् प्रत्ययस्य प्रयोगं भवति, किन्तु भावार्थे यदा प्रयोगं कुर्मः तत्र नपुंसकलिङ्गे एव रूपं भवति इति तु एकम्. करण अधिकरणयोश्च इति सूत्रेण करणार्थे अधिकरणार्थे अपि ल्युट् प्रत्ययस्य प्रयोगं भवति. तदनन्तरं कृत्यलुटो बहुलम् इति सूत्रमस्ति. तेन सूत्रेण अत्र बहुलग्रहणात् सूत्रे अन्येषु अर्थेषु अपि ल्युट् प्रत्ययस्य प्रयोगं कर्तुं शक्नुमः. उदाहरणार्थम् अत्र सम्प्रदानम् इति कारकमस्ति खलु, सम्प्रदानं, तत्र दान दायोगः अन ल्युट् प्रत्ययः एव अस्ति. किन्तु दानम् इति पदं सम्प्रदानम् इति संज्ञायां दानम् इति यत् पदमस्ति अत्र ल्युट् प्रत्ययः कस्मिन् अर्थे प्रयुक्तम् इति चेत् सम्प्रदानार्थे एव प्रयुक्तम्. किन्तु सम्प्रदानार्थे ल्युट् प्रत्ययस्य प्रयोगं कर्तुं साक्षात् सूत्रं न विहितं, कृत्यलुटो बहुलम् इति एकमेव सूत्रमस्ति. तर्हि अत्र अनेन सूत्रेण बहुलं बहुलग्रहणात् अत्र सम्प्रदानार्थे ल्युट् प्रत्ययः भवतु, किन्तु अत्र तु करणार्थे करण अधिकरणयोश्च इति सूत्रेण करणार्थे ल्युट् प्रत्ययः. अपि च केन सूत्रेण ल्युट् स्थाने अन इति आगच्छति? योः अनाकौ, यु इत्यस्य स्थाने अन, वु इत्यस्य स्थाने अक इति आदेशः भवति. समीचीनम्, अग्रे पठतु भगिनि. अतः अर्थम् अत्र भवति पुनः जायमानज्ञानस्य न पुनः न ज्ञानोत्तरं जायमानज्ञानस्य करणम् इति अर्थं भवति अनुमानम् इति पदेन. तर्हि वृत्तिवाक्यं वदति वा? हा महोदय, अनु इति उपसर्गः भवति. वृत्तिवाक्यम् इत्युक्ते कृतिः करणम् इति वृत्तिवाक्यं. ज्ञानोत्तरं जायमानज्ञानस्य करणम् इति वृत्तिवाक्यं न भवति. वृत्तिवाक्ये किं भवेत्? ओके, ज्ञाता इत्यस्य वृत्तिवाक्यं वदतु. जानाति इति ज्ञाता. हा, जानाति इति ज्ञाता. अत्र कर्तरिप्रयोगे वाक्यम् उक्तम्. ज्ञातः इत्यस्य वृत्तिवाक्यं वदतु. यः जानाति इति ज्ञातः. ज्ञानं यस्य ज्ञानं भवति ज्ञातः. वृत्तिवाक्यं वृत्तिवाक्यस्य कश्चन आकारः अस्ति खलु आं महोदय ऐ आल्वेस् गेट् कन्फ्यूस्ड् वित् द कर्मपद ज्ञातः इति कर्मप्रयोगे कर्मपदं किल महोदय तर्हि कर्मणि प्रयोगः कर्तव्यः तावदेव ज्ञायते इति वा हा सत्यं जानाति इति ज्ञाता कर्तरिप्रयोगः करोति चेत् कर्ता उक्ता भवति तर्हि जानाति इति ज्ञाता ज्ञायते इति ज्ञातः तावदेव ज्ञायते इति ज्ञातः ज्ञायते इति कर्मणि प्रयोगे प्रयोगेन कः उक्तः कर्म एव उक्तः खलु ज्ञायते इति ज्ञातः अस्तु ज्ञानम् इत्यस्य अत्र भावे भावार्थे ज्ञानम् अत्र किं वदति वृत्तिवाक्यम् ज्ञातिः इति ज्ञानम् ज्ञप्तिः ज्ञप्तिः ज्ञप्तिः ज्ञानम् इति अस्तु इदानीं करणार्थे ज्ञानम् ज्ञायते अनेन इति ज्ञानम् अस्तु तर्हि उपायः कः इति चेत् कर्तारं वक्तव्यं चेत् कर्तरिप्रयोगे वाक्य कर्तरिप्रयोगे ज्ञा धातुं स्वीकृत्य कर्तरिप्रयोगे वदामश्चेत् कर्ता उक्ता भवति जानाति इति ज्ञाता अपि च भावे प्रयोगः अस्ति चेत् अन्यं भावार्थप्रत्ययम् उपयुज्य एव वक्तव्यम् अत्र कर्तरिप्रयोगे वा कर्मणि प्रयोगे वा न कर्तव्यः भावे प्रयोगः अपि न कर्तव्यः किमर्थमित्युक्ते भावे प्रयोगः इति कुत्र स्वीकुर्मः अकर्मकधातुः यत्र अस्ति तत्रैव भावे प्रयोगः इति भवति खलु तत्र आपत्तिः अस्ति तादृशं तर्हि ज्ञप्तिः अत्र किम् इति प्रत्ययः भावार्थे अस्ति तर्हि ज्ञप्तिः ज्ञानम् इति वदेम यदि ज्ञप्तिः इति पदस्य वृत्तिः वक्तव्यं तदा ज्ञानं ज्ञप्तिः इति वक्तव्यम् अन्यत्र सर्वत्र यदि करणार्थे वा सम्प्रदानार्थे वा अपादानार्थे वा अधिकरणार्थे वा वक्तव्यं चेत् तत्र सर्वत्र कर्मणि प्रयोगः एव स्वीकर्तव्यः तदनन्तरं समीचीन उचित सर्वनामशब्दः योजनीयः ज्ञायते अनेन इति ज्ञानम् इति चेत् इदानीं करणार्थे प्रयुक्तम् अनेन इत्यनेन करणार्थे एव बोधि उक्तम् इति अवगन्तुं शक्नुमः यदि अत्र एतादृश अर्थः नास्ति किन्तु कृत्यलुटो बहुलम् इत्यनेन बहुलग्रहणात् यदा कदापि वक्तुं शक्नुमः यदि ज्ञायते अस्मै इति ज्ञानम् इति वस्तुतः तादृशं न भवति दीयते अस्मै इति दानम् अस्तु एतत् स्वीकुर्मः दीयते अस्मै इति दानम् इति दानम् इति वदामि चेत् अत्र दानमित्यनेन कः उक्तः अत्र यः दानक्रिया प्राप्नोति इति सम्प्रदान सम्प्रदानकारकम् उक्तं यः स्वीकरोति सः दानम् इति पदेन उक्तम् अत्र दीयते अस्मै इति दानम् इति यदि अहं वदामि अत्र दानम् इति पदेन कः उक्तः इति चेत् यः दानस्य कर्मपदं स्वीकरोति कर्मकारकं स्वीकरोति तम् उक्तं भवति अस्तु दीयते अस्मात् इति दानम् इति यदि अहं वदामि तदा अत्र अपादानः उक्तः महोदय यस्मात् दानं भवति हा तर्हि यदि मम गृहे किमपि लाकर् अस्ति तं वर्णितुं ततः यदि अहं दास्यामि तदा तद् लाकर् बोद्धुं दानम् इति पदं प्रयोक्तुं शक्यते किन्तु कस्मिन् अर्थे अत्र इति चेत् अपादानार्थे अस्तु यदि अत्र भिन्न उदाहरणं वदामि अत्र अस्माकं सामान्य उदाहरणमस्ति वृक्षात् फलं पतति इति अस्ति खलु तत्र वृक्षात् इति अपादनसंज्ञा इति वयं जानीमः यदि पत् दातुं स्वीकृत्य पत्यते अस्मात् इति पतनं पतनः इति यदि अहं वदामि पत्यते अस्मात् इति पतनः तर्हि अत्र पतनः इति पदेन कः उक्तः वृक्षः हा वृक्षः उक्तः अस्तु अन्तिम उदाहरणम् आस्यते अस्मिन् इति आसनम् आस्यते अस्मिन् इति आसनम् अधिकरणं हा समीचीनं तर्हि आसनम् इत्यनेन किम् उक्तम् इति चेत् अधिकरणमुक्तम् तर्हि आस् धातुः स्वीकृत्य अत्र अधिकरणार्थे करण अधिकरणयोश्च इति सूत्रेण अधिकरणार्थे प्रत्ययं योजयित्वा लुट् प्रत्ययं योजयित्वा आसनम् इति पदं लब्धम् तर्हि सन्दर्भः कः इति दृष्ट्वा एव अर्थः स्वीकरणीयः अत्र अनुमानम् इति अस्ति अनुमानम् इति पदे अनु इत्यस्य अर्थः कः मा इत्यस्य अर्थः कः इति ज्ञातम् ज्ञानोत्तरं जायमानं ज्ञानम् अनुमा अस्ति अपि च अत्र अनप्रत्ययं कस्मिन्नर्थे प्रयुक्तम् इति चेत् करणार्थे प्रयुक्तम् इति कृत्वा ज्ञानोत्तरं जायमानं केन जायते अस्तु इदानीं भवती वदतु वृत्तिः वदतु ज्ञानोत्तरं जायमान प्रथमं किं वक्तव्यं प्रथमं कर्मणि प्रयोगे पदं वक्तव्यं वृत्ति यदा वृत्तिः वदेम तदेव शैली खलु आं महोदय ज्ञायते अनेन इति एव अत्र वृत्ति भवेत् परन्तु हा किन्तु अत्र अनु इति अपि अस्ति इति कृत्वा अनेन इत्यत्र किञ्चित् इतोपि वक्तव्यम् ज्ञानोत्तरं यत् ज्ञानोत्तरेण ज्ञानोत्तरेण जायमानेन ज्ञानेन जायमानमिति न ज्ञायते ज्ञानोत्तरेण ज्ञानेन तावदेव ज्ञायते ज्ञानोत्तरेण ज्ञानेन बुद्धं वा ज्ञायते ज्ञायते अनेन इति नास्ति ज्ञायते अत्र अनेन इत्युक्ते यदि साक्षात्करणं भवति एकमेव अस्ति चेत् किन्तु अत्र ज्ञानद्वयमस्ति इति कृत्वा ज्ञायते अनेन ज्ञानोत्तरेण ज्ञानेन इति प्रायः न वक्तव्यमस्ति ज्ञायते अनेन ज्ञानोत्तरेण इति अत्र अनुमानम् इति भवति अस्तु अग्रे भगिनि तथा च अनु इति उपसर्गः मा इति धातुः अन इति प्रत्ययः एतैः त्रिभिः मिलित्वा ज्ञानोत्तरं जायमानस्य ज्ञानस्य असाधारणकारणम् इति अर्थः वदति कार्यकारणभावनिरूपण अवसरे अभिहितमेव अस्माभिः यत् प्रथमनिकषा कार्यादिकरणे अस्ति कार्योत्पत्तेः पूर्वक्षणे अस्ति अंशः वदति वा अत्र असाधारणकारणमिति अर्थः फलति तावद्वदतु वयं पूर्वमपि दृष्टवन्तः करणम् इत्युक्ते किम् इति करणम् इत्युक्ते असाधारणकारणं करणम् इति अत्र ज्ञानोत्तरं जायमानस्य ज्ञानस्य करणम् इति वदामश्चेत् तस्य असाधारणकारणम् इति अर्थः फलति इति दत्तमस्ति तर्हि अत्र असाधारणकारणं किम् पूर्वज्ञानमेव असाधारणकारणं ज्ञानोत्तरज्ञानं कारणं खलु पूर्वम् इत्यनेन किम् उक्तं ज्ञानोत्तरम् इति एव अत्र दृश्यते खलु तर्हि ज्ञानोत्तरं ज्ञानं ज्ञानोत्तरम् अत्र असाधारणकारणमस्ति ज्ञानोत्तरम् उत्तरज्ञानम् अन्यज्ञानं ज्ञानोत्तरम् अत्र ज्ञानोत्तरम् इति समस्तपदमस्ति खलु विग्रहवाक्यं वदतु ज्ञानस्य उत्तरम् इति नास्ति भवती विस्मृतवती इदानीमेव मया उक्तम् अन्यत् ज्ञानं ज्ञानोत्तरं मयूरवंशकादिः ज्ञानोत्तरम् इत्युक्ते अन्यत् ज्ञानम् तदेव विग्रहवाक्यम् अन्यत् ज्ञानं ज्ञानोत्तरम् ज्ञानोत्तरम् इति वा न क्षम्यतां मया दोषेन उक्तम् अत्र अनन्तरम् इत्यत्रैव भवति खलु हा अनन्तरं मया दोषेन उक्तं क्षम्यताम् अनन्तरम् उत्तरम् इत्यत्र किञ्चित् क्लेशः जातः मयि ज्ञानात् उत्तरम् इति न भवति हा सत्यं ज्ञानात् उत्तरं ज्ञानोत्तरम् इति पञ्चमी तत्पुरुषसमासः हा किन्तु अत्र तत्पुरुषः वा बहुव्रीहिः वा बहुव्रीहि हा उत्तमं ज्ञानादुत्तरं यद् ज्ञानं खलु अन्यपदार्थः उक्तः ज्ञानादुत्तरम् अहं भोजनं करोमि इति चेत् अत्र ज्ञानं न इति भवितुमर्हति ज्ञानादुत्तरं किम् अन्यद् ज्ञानम् अस्तु तर्हि अत्र पूर्वज्ञानमेव असाधारणकारणं भवति इति बोधः अस्तु अग्रे रमेश महोदय पठति वा कार्यकारणभावनिरूपणावसरे अभिहितम् एव अस्माभिः यत् कारणम् अधिकरणे कार्योत्पत्तेः पूर्वक्षणे सर्वदा विद्यमानं कारणम् इति तर्हि तत् कारणस्य लक्षणं त्रिभिः यत् त्रयः लक्षणानि नास्ति अत्र निकषाः निकषाः हा लक्षणम् इति भिन्नवार्ता अस्ति निकषाः कण्डिशन् त्रयः निकषाः यत् दत्तमस्ति कारण अधिकरणे भवेत् कार्य उत्पत्तेः पूर्वक्षणे भवेत् सर्वदा भवेत् हा सर्वदा इत्युक्ते यदा कार्यस्य उत्पत्तिः भवति तदा सर्वदा कारणं विद्यमानं भवेत् अस्तु अग्रे एवं सति ज्ञानोत्तरं जायमानं ज्ञानम् अनुमा इति कथनेन अनुमायाः पूर्वं ज्ञानम् अस्ति इति आगतम् अग्रे अपि पठतु एतत् सर्वं चिन्तितं खलु तदेव च अनुमायाः असाधारणं कारणम् अपि भवति इदम् आदौ चित्रेण अवगच्छामः तर्हि चित्रं परिशीलयतु तत्र चित्रे पूर्वं जायमानं ज्ञानमस्ति जायमानं ज्ञानम् अनुमा तत् पश्चात् यद् ज्ञायमानं ज्ञानमस्ति तद् अनुमा इति भवति तस्य कारणम् असाधारणकारणम् अनुमानम् तदेव दत्तमस्ति महोदय तर्हि आहत्य अत्र कति ज्ञानानि सन्ति द्वे ज्ञाने स्तः उत्तमं त्रीणि नास्ति द्वे ज्ञाने एव अत्र पूर्वं जायमानं ज्ञानम् एव अनुमानम् इति खलु अनुमानं न पूर्वं जायमानं ज्ञानम् अनुमानं तस्मात् तेन ज्ञानेन तेन असाधारणकारणेन यद् ज्ञानं जायते तद् अनुमितिः अस्तु अग्रे पठतु कारणेन पूर्ववर्तिना भाव्यम् इति उक्तत्वात् अनुमानम् इति यदुक्तं यत् च पूर्वं जायमानं ज्ञानम् इति उक्तं तद् उभयम् एकं अभिन्नम् इति लभ्यते. यद् भवान् उक्तं तदेव अत्र दत्तं. तर्हि अत्र बिकास् वि सी त्री बाक्सस् वयं न अस्माभिः न चिन्तनीयम् अत्र त्रीणि ज्ञानानि सन्ति इति. पूर्वं जायमानं यदस्ति तदेव अनुमानं, तेन अनुमानज्ञानेन यज्जायमानमस्ति तदेव अनुमितिः इति अनुमितिः अपि ज्ञानम्. अस्तु तर्हि इदानीं पक्षसाध्यहेतुनिरूपणं. पक्षः साध्यः हेतुः इति एते सर्वे किं पारिभाषिकशब्दाः सन्ति. अस्तु मेहुल् महोदय पठति वा? आम् महोदय. पक्षसाध्यहेतुनिरूपणम् अथ केयम् अनुमा अनुमितिः चक्षुषा असन्निकृष्टस्यापि वह्नेः वह्निधूमयोः सम्बन्धज्ञानात् पर्वते जायमानं ज्ञानं पर्वतः वह्निमान् इत्याकारकम्. पङ्क्तिशः वदेम वा? अस्तु. अत्र अनुमा इति अनुमितिः कथम् इति, अत्र अनुमा इत्युक्ते अनुमितिः इति एव मूलग्रन्थे दत्तं, तत् कथम् इति निरूपणं भवति. अनुमिति इत्युक्ते किम् इति. तर्हि अत्र चक्षुषा वयं न द्रष्टुं शक्नुमः पर्वते वह्निः अस्ति इति, अतः वह्नेः असन्निकृष्ट चक्षुः अस्ति. तथापि वह्निधूमयोः सम्बन्धज्ञानात् वयं जानीमः वह्नि अपि च धूमयोः मध्ये कः सम्बन्धः, तेन एव पर्वते जायमानं ज्ञानम् इति, पर्वतः वह्निमान् इति ज्ञानस्य आकारः, पर्वते वह्निः अस्ति इति ज्ञानं कथं जायते. तर्हि वह्निधूमयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानात् तेन ज्ञानेन एव यद्यपि चक्षुषा असन्निकृष्टः वह्निः अस्ति तथापि तस्य ज्ञानं पर्वतः वह्निमति इति आकारकज्ञानं भवति. असन्निकृष्टः इत्युक्ते इत्युक्ते तत् संयोगसम्बन्धः नास्ति अत्र, चक्षुः अपि च वह्निः सन्ति. तर्हि असन्निकृष्टः इत्यत्र नै कस्मिन् अर्थे प्रयुक्तम्? अभावार्थे. अभावार्थे अभावार्थे निषेधार्थे इति किमपि नास्ति. षडर्थेषु निषेधार्थे इति नास्ति. अस्तु. अपर च केयम् इति पदमस्ति खलु, तत्र सन्धिविच्छेदं करोतु. अथ कः इयम् इति अस्ति वा? नास्ति. कः इयम् अस्ति इति अस्ति चेत् केयम् इति भवति वा? न न, का इयम् इति वा? हा उत्तमं. का इयम् अनुमितिः इति श्रीलिङ्गपदमस्ति. अतः का इयं केयम् इति जातम्. अस्तु अग्रे महोदय. अत्र विशेष्यविधया पर्वतः संसर्गः संयोगः वह्निश्च प्रकारविधया भासते. अस्तु, पर्वतः इति विशेष्यम् अस्ति, संसर्गः इति पर्वतवह्नेयोः मध्ये संयोगः अस्ति तदेव संसर्गः, अपि च वह्निः इति वह्नेः प्रकारता अस्ति इति भासते. अस्याः अनुमितेः असाधारणकारणं ज्ञानम् अनुमानम् इति उच्यते. तद् वयं दृष्टवन्तः अनुमिति इत्यस्य असाधारणकारणं ज्ञानम् अनुमानज्ञानम् इति. एतत् ज्ञानवर्णनाय आदौ पक्षसाध्यादिपदानाम् अर्थज्ञानम् आवश्यकम्. अस्तु, अतः आदौ तान् अर्थान् चिन्तयामः. अस्तु, अत्र अनुमानज्ञानं किम् इत्यस्य वर्णनस्य आदौ वर्णनाय आदौ पक्षसाध्य अपि च हेतु एतेषां पदानामपि अर्थः कः इति इत्यस्य कृते अपि ज्ञानम् आवश्यकं. तद् वयम् अधुना चिन्तयामः. अपि च अत्र पुरुषः दण्डवान् इति अस्माभिः दृष्टं खलु प्रत्यक्षस्थले. एवं पर्वतः वह्निमान् इति, किन्तु पर्वतः वह्निमान् इति अनुमानज्ञानमस्ति, अनुमितिज्ञानमस्ति. तत्र तु प्रत्यक्षज्ञानमस्ति, किन्तु समानमस्ति. अत्रापि प्रत्येकं ज्ञाने विषयत्रयं भवत्येव, प्रकारः संसर्गः वह्निः च अपि च एकः एव इति नास्ति तत्र षड्विधसन्निकर्षाः तत्र भिन्नभिन्नप्रकाराः भिन्नभिन्नविशेष्याः भवन्ति इति अस्ति खलु तादृशम् अत्रापि भवति अस्तु अग्रे अस्तु अनुमितेः पूर्वम् अज्ञातं यत् अनुमितौ विषयो भवति तत् साध्यम् इति उच्यते अस्तु यत्र च तादृशं साध्यं सिद्ध्यति सः पक्षः इति उच्यते यज्ज्ञानात् च पक्षे साध्यसिद्धिः सः पदार्थः हेतुः इत्युच्यते अस्तु अत्र साध्यं पक्षः अपि च हेतुः एतेषां व्याख्यानं दत्त व्याख्या दत्तं व्याख्या दत्ता अत्र साध्यम् इत्युक्ते किं तर्हि अनुमितिः इति ज्ञानं भवति तस्य पूर्वे यस्य विषये अनुमितिः भवति तदेव साध्यम् तद्विषयः एव साध्यमिति भवति यत्र महोदय एकनिमिषम् अत्र अनुमितिः इति कीदृशपदार्थः अस्ति अनुमिति इति ज्ञानम् अस्ति हा सत्यं ज्ञानमस्ति खलु आत्मगुणः अस्ति अनुमितिः इति वस्तुतः गुणः तर्हि ज्ञानं सर्वदा सविषयकं भवति खलु ज्ञानं सर्वदा संशयकम् न न सविषयकं सविषयं विना ज्ञानं न भवति खलु सविषयकं विषयेन सह एव सर्वदा ज्ञानं भवति तर्हि अनुमितिज्ञानस्य यः विषयः अस्ति सः एव साध्यं कस्य विषये कस्य ज्ञानं भवति तदेव विषयः ज्ञानस्य विषयः इति अत्र कस्य विषयस्य ज्ञानम् इति प्रायः न वक्तव्यं ज्ञानस्य विषयः यदस्ति तदेव साध्यं विषयः कः इति साध्यं हा इत्युक्ते ज्ञानस्य अत्र ज्ञानस्य विषयः इत्यत्र षष्ठी सत्यं अत्र षष्ठी कस्मिन् अर्थे प्रयुक्तं सम्बन्धषष्ठी नास्ति विषय इति नास्ति नास्ति अत्र विषयः इति कृदन्तपदमस्ति तर्हि कर्तृकर्मणोः कृति इति सूत्रेण एव अत्र षष्ठी षष्ठेः विधानं तर्हि अतः एव मया उक्तं कस्य विषये ज्ञानम् इति इदानीं वयं न्यायवर्गे स्मः अपि च व्याकरणछात्राः अपि इति कृते ज्ञानस्य विषयः साध्यम् इति वक्तव्यम् ज्ञानस्य विषयः अत्र ज्ञानस्य विषयः इत्युक्ते कर्मार्थे षष्ठी विषयं जानाति इति वदेम खलु भवतु हा तर्हि ज्ञानस्य विषयः अनुमितिज्ञानस्य विषयः यदस्ति तदेव साध्यम् अग्रे यत्र च तादृशं साध्यं हा पक्षः इत्युक्ते किं तर्हि यत्र साध्यं सिद्ध्यति सः एव पक्षः इति उच्यते हा इत्युक्ते साध्यवान् पक्षः साध्यवान् पक्षः यस्मिन् साध्यमस्ति साध्यवान् मतु प्रत्ययं योजयित्वा साध्यवान् पक्षः साध्यवान् पक्षः अस्तु यज्ज्ञानात् च पक्षे साध्यसिद्धिः सः पदार्थः हेतुः ज्ञानात् यत् पदार्थः अपि च पक्षे साध्यसिद्धिः सः पदार्थः हेतुः पक्षे साध्यवान् पक्षः अस्ति तस्मिन् साध्यसिद्धिः अहं चिन्तयामि अत्र हेतुः इत्युक्ते केन पदार्थेन साध्यसिद्धिः भवति उत्तमं तदेव पदार्थः हेतुः इति येन पक्षे साध्यसिद्धिः येन पक्षे येन पक्षे साध्यसिद्धिः अस्तु भवतु तत्र येन साध्यसिद्धिः इति अपि वक्तुं शक्यते किमर्थमत्र पक्षे इति चेत् पक्षे साध्यं भवेत् खलु पक्षे भवेत् सत्यं येन साध्यसिद्धिः भवति अपि च पक्षे तद् भवेत् तद् इत्युक्ते किं तद् इत्युक्ते हेतुः हेतुः अपि अपि च साध्यम् उभयमपि. प्रथमं पक्षे साध्यसिद्धिः उक्तं खलु, पक्षे साध्यमपि भवेत् हेतुः अपि भवेत्. हा तत् तद् तदनन्तरं येन पक्षे साध्यसिद्धिः, अत्र साध्यं तु पक्षे भवेत्, केवलं साध्यं पक्षे अस्ति चेत् न पर्याप्तं, हेतुः अपि साध्ये भवेत्. इत्युक्ते महानसे धूमं दृष्ट्वा पर्वतः वन्यमान इति वक्तुं शक्यते वा? तर्हि पक्षः इत्युक्ते कः इत्युच्ये केवलं साध्यवान् पक्षः नास्ति, हेतुमान् अपि पक्षः. साध्यवान् हेतुमान् च पक्षः इति उभयमपि यस्मिन् भवति. बुद्धं खलु? पन्नी अपि भवेत् तत्र, धूमः अपि भवेत् पर्वते, पर्वतः. तर्हि साध्यवान् हेतुमान् च पक्षः, अनुमितेः विषयः साध्यम् अनुमानप्रमाणेन यः लभ्यते, अनुमानप्रमाणेन साध्यं सिद्ध्यति, अनुमितेः विषयः साध्यं साध्यवान् हेतुमान् च पक्षः, येन पक्षे साध्यसिद्धिः सः हेतुः. अत्र हेतौ इति सूत्रेण तृतीया, येन इति. अस्तु, बहु समीचीनं. तर्हि सर्वे अत्र चिन्तयन्तु, पक्षः साध्यं हेतुः इति यदा इदानीं तस्य निरूपणं कृतम् इति कृत्वा अग्रे साक्षात् ग्रन्थकारः एते शब्दाः प्रयुज्यन्ते ग्रन्थकारेण इति कृत्वा अत्र मनसि भवेत्, पक्षः इत्युक्ते हे साध्यवान् हेतुमान् च पक्षः, साध्यमित्युक्ते अनुमितेः विषयः पक्षः, असाध्यं येन पक्षे साध्यसिद्धिः सः एव हेतुः इति तादृश अर्थः मनसि भवेत्. अस्तु, समयः जातः, अत्र स्थगयामि. सर्वेभ्यः नमस्कारः, धन्यवादाश्च. नमस्कारः, धन्यवादः.